पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 3 सूत उवाच एकदा नारदो द्रष्टुं पाण्डवान् दुःखकर्षितान् ययौ काम्यवनं विप्रसत्कृतस्थैर्यथाविधि अधनत्वा मुनिश्रेष्ठं युधिष्ठिर उवाचः भगवन् कर्मणाकेन दुःखाब्धौ पतिता वयं तमुवाच ऋषिर्दुःखं त्यजत्वं पाण्डुनन्दन सुखदुःखसमाहारे संसारे कः सुखी नरः ईश्वरोऽपि हीनस्थायी पीड्यते देहसञ्चयैः न दुःखरहित कश्चिद्देहि दुःखसहो यतः शरीरं सवितुर्यस्माद्राहुस्तद्ग्रसदे बलि राहोरपि शिरश्छिन्नं शौरिणामृदभोजने सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगह्वरे जालन्धरेण वीरेण निहतसोऽपि शम्भुना युधिष्ठिर उवाच कोऽसौ जालन्धरो वीरः कस्य पुत्रः कुतो बलि कथं जालन्धरं सङ्ख्ये हतवान् ऋषभध्वजः एतत्सर्वं समाचक्ष्व विस्तरेण तपोधन राज्ञा स एव मुक्तस्तु कथयामास नारदः नारद उवाच शृणुभूपकथां दिव्यामशेषाखौखनाशिनीम् ईशानसिन्धुसुन्वोच्छ सङ्ग्रामं परमाद्भुतम् एकदा गिरिशं स्तोतुं प्रययौ पागशासनः अप्सरो गणसङ्कीर्णो देवैर्बहुभिरावृतः गन्धर्वैरावृतो देवस्तं त्रिशिक्षासु कोविदैः रम्भातिलोत्तमा रामा कर्प पूरा कदली तथा मदना भारती कामा सर्वाभरणभूषिताः नर्तक्यश्च तथा चान्या समाजग्मुसुरान्धिकं गन्धर्वयक्षसिद्धास्तु नारदस्तुम्बुरुस्तथा किन्नरा मुहुराजग्मुस्तथा किन्नरयोषितः वायुश्च वरुणश्चैव कुबेरो धनदस्तथा यमश्चाग्निर्निहृतिश्च ये चान्ये देवतागणाः विमानसंस्थोमखवा विमानस्थासुराङ्गनाः स्ववाहनगदा देवाः कैलासं प्रययुर्जवाद ददृशुस्ते तदो देव कैलासं पर्वतोत्तमं महीधराणां सर्वेषां पृथिव्या इव मण्डनं सर्वदसुखदं शुद्धं सिद्धिराशिमिव स्थितं यत्र वृक्षा कल्पवृक्षाः पाषाणाश्चिन्तितप्रदाः पुन्नागैर्नागचम्पैश्च तिलकैर्देवदारुभिः अशोकैः पाडलैश्चूतैर्मन्तारैः शोभितो गिरिः पर्यन्तकवनामोदवाहका यत्र वायवः पङ्गुत्वं बहुचारेण यान्ति ते मलयानिलाः वाप्यस्फटिकसोपाना ह्यगाधविमलोदकाः वैडूर्यनालसंसक्तसौवर्णनिभपङ्कजाः कुमुदानां द्युतिर्यत्र राजदे सर्वतो दिशं कह्लारैः शौभितावाप्यः पिनद्धाः पद्मराघवद हरिन्मणि निबद्धाश्च गोमेदैः सर्वतो वृताः पद्मरागशिलाबद्धा नानाधातुविचित्रितः ददृशुः सुन्दरतरं नाकाधिकविनिर्मितं कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयं गताः विमानादवतीर्णाश्च मघव देवताश्च ताः द्वारपालमधागम्य नन्दिनं वाक्यमब्रुवन् भो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमं समाज्ञापय शीघ्रं त्वं नृत्यार्थमिह मागतम् ईश्वरं प्रति देवेशं सर्वदेवैः समावृतम् इन्द्रस्य वचनं श्रुत्वा गिरिशं नन्दिरब्रवीद प्रभोयमागतः सर्वैः देवराजपुरन्दरः नृत्यार्थमथ तं प्राहानयशीघ्रं शचीपतिम् प्रवेशयामास तदा नन्दितैः सह वासवम् स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजं रम्भाद्यास्तास्तदा सर्वा नर्तक्यो हरसन्निधौ मृदङ्गवीणावादित्रैः मुदा नाट्यं प्रचक्रिरे कांस्यवाद्यान् प्रगृह्यान्या वंशतालान् सकाहलान् चक्रुस्ता नित्यसंरम्भं स्वयं देवः पुरन्दरः अतीवनर्तनं चक्रे सुन्दरं देवदुर्लभम् ईश्वरस्तोषमापन्नो वासवं वाक्यमब्रवीद प्रसन्नोऽहं सुरश्रेष्ठ जातस्ते व्रियदाम्बरः इत्युक्तवदि देवेशे स्वबाहुबलगर्वितः प्रत्युवाचहरं वाक्यं सङ्ग्रामः संवृतो मया यत्र त्वत्सदृशो योद्धा तद्युद्धं देहि मे प्रभो इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शम्भोर्वरं प्रभोः तस्मिन् गदे तदा चक्रे गिरिशो वाक्यमब्रवीद गणामे श्रूयतां वाक्यं देवराजोऽधिगर्वितः इत्युक्त्वा क्रोधसंयुक्तो बभूव च तदोहरः आविरासीत्तद क्रोधो मूर्तिमान् पुरतः स्थितः कनान्धकारसदृशो मृडं क्रोधस्तदोऽब्रवीत देहि मे त्वं हि सन्देशं किं करोमि तव प्रभो उमापदिस्तदोवाच गच्छ त्वं वासवं जय स्वर्गसिन्धुं समासाध्य सागरस्य च वीर्यवान् इत्युक्तोऽन्तर्दधे क्रोधो गणास्ते विस्मयं ययुः ईशानकल्पे जाते तु कामेनार्णवसङ्गमे नागसिन्धुस्तदा मत्ता स्वयौवनभरोष्मणा तां दृष्ट्वा सिन्धुराजश्च जलकल्लोलवानभूद तदा बभूव राजेन्द्र गङ्गासागरसङ्गमः महानदी तदा प्राप्य रेमे चात्मबलेन च अत्रान्तरे समुद्रस्य बभूव सुभटस्ततः सूनुस्तस्या महानद्यां समुद्रादभवद्बली महार्णवतनुजेन जातमात्रेण पार्थिव रुदतोत्कम्पिता पृथ्वी त्रिलोकी नादिता भवद समाधिबद्धमुद्रां च सन्तत्याज चतुर्मुखः अत्रान्तरे परित्रस्थां तां संवीक्ष्य जगत्त्रयीं धादा सुरेन्द्रवाक्येन प्रजगाम महार्णवम् आश्चर्यमिति संचित्य हंसारूढो जवाद्ययौ ब्रह्माणमागतं वीक्ष्य सपर्यां विदधेर्नवः तमुवाच ततो ब्रह्मा किं गर्जसि वृद्धां बुद्धे समुद्र उवाच नाहं गर्जामि देवेश मत्सुदो बलवान् प्रभो शिशोर्वै कुरु रक्षां च दुर्लभं तव दर्शनं संदृश्यतां च तनयो भार्यां प्राहादिशोभनां ययौ सा भर्तुरादेशात् सपुत्रा ब्रह्मणोऽन्तिके उत्सङ्गदेशे चतुराननस्य विधाय पुत्रं चरणौ ननाम तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातु किल विस्मयोऽभूत् गृहीतकूर्चस्य शिशोकरं च यदा विरिञ्चिर्णशशाकमोचितुं तदा समुद्रप्रहसन् प्रयादकूर्चं प्रगृह्यार्भकरं विमोचयन् तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः प्रीत्या जालं धरेत्याह नाम्ना जालं धरो भवत वरं ददावधो तस्य प्रणयेन प्रजापतिः अयं जालं धरो देवैरजेयश्च भविष्यति पादालसहितं नागं मत्प्रसादेन भोक्ष्यति इत्युक्त्वान्तर्दधे ब्रह्मा हंसमारुह्य सत्वरः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां युधिष्ठिरनारदसंवादे उत्तरखण्डे जालन्धरोत्पत्तिब्रह्मागमो नाम तृतीयोऽध्यायः ओम्।